नमस्कारः. अत्र लुङ् लकारः कर्मणि भावे च किञ्चित् अन्तिमभागे स्मः. अनन्तरम् आशीर्लिङ् लकारः पश्यामः. तत्र चुरादिगणीयदातवः निजन्तदातवः इति तदेव अद्य पठामः. तत् एव अवशिष्टमस्ति. महोदय, भवान् एव पठति वा? एकनिमिष भगिनि, चुरादि एकनिमिष. अन्ते अन्ते अस्ति, अन्ते अस्ति. एकनिमिष. निजन्ताः मितदातु. एकनिमिष. तत् पूर्वं वा? तस्मात् अनन्तरं. चुरादिगणीयः निजन्तदातवः च चुरादौ इति गतसप्ताहे एव वयं तद् पञ्जधातुः रुदादिः सर्वं दृष्टवन्तः किल. पञ्जेश्च चुरादिगणीया दातवः निजन्तदातवः च इति खलु. चुरुदातोः चुरादौ इति सेट् रूपाणि परिशीलनीयानि. चुरादिगणीया सर्वे सेटः भवति, तत्र अनेका च सन्ति. तत्र अस्तु. सत्यापपाशरूपवीणातूरश्लोकसेना लोमत्वच वर्मवर्णचूर्णचुरादिभ्यो णिच् इति एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच् प्रत्ययः विधीयते. येभ्यः प्रातिपदिकेभ्यः णिच् प्रत्ययस्य संयोजनं नामधातवः भवन्ति. अनवच्छेदसूत्रमस्ति. सत्यापपाशरूपवीणा स्थूलश्लोकसेना लोमत्वच वर्मवर्णचूर्णचुरादिभ्यो धातुभ्यः णिच् प्रत्ययः परश्च इति. अस्तु. सनाद्यन्तः दातवः वयं जानीमः. तत्र सनाद्यन्तः दातवः इति द्वादशप्रत्ययाः सन्ति. येषां संयोजनेन नूतनाः दातवः सृष्टाः भवन्ति. के इत्युक्ते तत्र सन्, क्यच्, काम्यच्, क्यश्, क्यङ्, क्विप्, मीङ्, यङ्, णिच्, यक्, आ, यङ् इति. तेषां तत्र तेषां योजनेन दातव एव भवन्ति इति अस्ति. नेरनीति इति वयं जानीमः. यस्य आर्धात्मकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नीप्रत्ययस्य लोपः भवति. अस्तु. यस्य आर्धात्मकस्य इडागमः नास्ति तस्मात् नी पूर्वं नीप्रत्ययस्य लोपः भवति. नेः अनिति, अनिति आर्धात्मकप्रत्ययस्य लोपः. अस्तु. अशीतवत्रापात् वयं जानीमः. तत्र षष्ठाध्यायः चतुर्थपादस्य द्वाविंशति तमसूत्रात् आरभ्य तत्र पर्यन्तं, तत्र षड् षष्ठाध्यायपर्यन्तम् अस्ति. तत्र असिद्धवतत्राभात् इति आभीयकार्यं भवति. द्वितीय कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयसमानाश्रित आभीयकार्यं प्रति असिद्धं भवति इति वयं जानीमः. आर्धदशक इड् वलादेः इति वयं जानीमः. आर्धदशकात् वलादेः आर्धदशकस्य इट् इति. अनेन लुङ्लकारः कर्मणि भवेत् इति पाठः समाप्तः इति. चुर्धातुः साधनीयं महोदय. चुर्धातुः चूर् इति एकनिमिष. चूर् इति खलु चोरि इति भवति. चोरि इति अस्तु. चोरि एतत् अस्तु. एतत् एतत् किमस्ति तत्र चोरि योग तत्र सेट् दातु खलु तत्र एतत् सत्यं सेट् आम्. अतः सेट् दातु अस्ति. चोरि योग अस्तु. चोरि योग सेट् अस्ति. तर्हि किमस्ति तत्र इ सातां सन्त ताः सातां द्वं सि सा वहि सामहि. अत्र सेट् अस्ति इति कृत्वा तत्र लोपः न भवति वा? एकनिमिष. नेरणिति अनिति अनिट् अनिट् नास्ति खलु. अत्र ईट् अस्ति खलु. अतः लोपः न भवति खलु. चोरि एकनिमिष भवति वा? इदानीं नास्ति. आम्, तत्र प्रथमं तु इकारः चोरि अस्तु. चोरियोग इ इति अस्ति तत्र भवति. चोरियोग इ इति अस्ति अत्र. चोरियोग इ अत्र, सोरि, अचोर् योग इ भवति तत्र. नेः अनिट् अस्ति. इ इति अनिट् अस्ति इति कृत्वा अनिट् प्रत्यय अस्ति इति कृत्वा अत्र इडियोगे नास्ति इति कृत्वा तत्र अचोरि इति भवति. सत्यम्. अचोरि अचोरियोग साताम् इदानीम् अचोर्योगसातां तत्र इडियोग्य अस्ति तत्र अचोरियुग ईशा ताम् इति भवति परन्तु एकनिमिषः तत्र कुत्र अस्ति अचोरियोग ईशा ताम् तत्र किमस्ति इकारस्य भवति वा तत्र इकारस्य केन सूत्रेण भवति वा भगिनी तत्र केवलं चोर् योगः ईशातामेव तत्र केवलं वर्णमेलं तत्र नेरनिटि तु अभवत् किल यत्र वयम् अङ्गं साधयामः तत्र एव नेरनिटि यदा वयं कुर्मः तत्र अचोर् इति भवति इदानीं तत्र ईशातां वा ईशत इति योजनीयं तावदेव साताम् इति साताम् इति अनिट् नास्ति खलु अनिट् नास्ति ईशात् साताम् इति अनिट् नास्ति खलु अतः तत्र चोरि इत्यपि अनिट् निट् तत्र अनिट् दातु नास्ति खलु तत्रैव तत्र अस्माकं चिन्तनं किल तत्र नेरनिटि स्यासिच् इति तत्र आबीयकार्यम् इति तद् एकवारं पूर्वमपि कृतवन्तः तत्र चोरि इति अजन्तमङ्गम् इदानीं तत्र चिन्वत् पक्ष अपक्ष इति भवति स्यासिट् इत्यस्य प्रसक्तिः अपि अत्र आगच्छति पुनः ओके तर्हि तत्र चिन्वत् चिन्वत् पक्षः अपक्षः इति चिन्वत् पक्षे किमपि नास्ति अत्र अचोरिशाताम् इति भवति अचोरिशाताम् अत अचोरिध्वम् अचोरिध्वम् इति तत्र द्वयमपि द्वयं भवति किमर्थम् इति विभाषा किमस्ति विभाषा विभाषेटः विभाषायिटः अस्तु विभाषेटः इदानीं तत्र भवति अचोरिध्वम् अचोरिध्वम् इति अचोरिषि अचोरिष्वै अचोरिष्महि इति अचोरिष्मि इति चिन्वद् पक्षे अपक्षे तु अपक्षे चिन्वद् अपक्षे किम् अस्ति तत्र इदानीं तत्र अचोर् खलु तत्र केवलं तत्र किमपि अस्ति वा कार्यं नास्ति खलु तत्रापि तद् एके सेट् धातुः एव किल पुनः सत्यम् तत्र किमपि एकनिमिषः अचोरियोग अस्तु अचोरि इति एकमस्ति अचोरिशातां तदेव भवति खलु पुनः इदानीं तत्र किं भवति इत्युक्ते चुर् इति धातुः अचुर् योगः साताम् इदानीं तत्र तु सेट् अस्ति इति कृत्वा इशाताम् इति भवति अतः किञ्चित् अचोनिति इत्यस्य कार्यं भवति पूर्वम् एतादृशमेकं दातुं वयं दृष्टवन्तः अस्मिन्नेव पाठे तत्र न अचोनिति किमर्थं भवति अत्र एकनिमिषः तत्र एकनिमिषः अचुरि अत्र निच् इत्यनेन नित् अस्ति खलु इदानीं निच् अचोरि इत्येव खलु अचोरि इत्येव भवति खलु अचोरि इति सत्यमेव तद् एकवचने समानरूपं यदा तत्र चिन्वत् पक्षे अपक्षे अपि परन्तु यदा वयं द्विवचने तत्र साधयामः तत्र अचुर् चुर् योगः निच् चोरि इति भवति खलु अचोरि तत्र गुणः भवति खलु गुणः भवति चेत् अचोर् इति भवति किल अचोर् योगः ईशाताम् इदानीं सत्यम् अचोरिशातामेव खलु अतः किमपि भिन्नरूपं न भवितुमर्हति अत्र अचोरिशातामेव खलु तत्र तत्र किमर्थम् इत्युक्ते अचोनिति इत्यस्य प्रसक्तिः अस्ति अतः एव तत्र एकनिमिषः अचोरि अस्तु अचोरियुग साताम् इति अस्ति अचोरियुग साताम् अचोरि एकनिमिषः तत्र किमर्थं नित् भवति भगिनि? तत्र साताम् इति अत्र नित् नास्ति खलु? साताम् इति तत्र वलादि अस्ति खलु तत्र? आं सत्यं, परन्तु इदानीं तु नास्ति, नित् अपि नास्ति. किमस्ति एकनिमिषः, तत्र किं दत्तमस्ति? अत्रापि एकनिमिषं, पूर्वमेकं दातु समानरीत्या वयं उक्तवन्तः चोरैषाताम् इति तत्र रूपं भवति. तर्हि तत्र चिन्वत्पक्षे एव वा तत्र ऐ भवति? चिन्वत्पक्षे सत्यं, चिन्वत्पक्षे, चिन्वत् अपक्षे इदानीं यदुक्तवान् अहम् अचोरिषाताम् इति भवति. अचोरि योगैषाताम् अत्र तत्र चिन्वत् पक्षे अचो अचोर् आय आय अचोरय अचोर्योग अय अचोरय अचोरयाय अचो आय खलु खलु आय अचोरायिषाताम् इति भवति. अपक्षे तु सेट् इत्यनेन इडागमः भवति किल, तत्र वयं शं धातुः विषये एतादृशं दृष्टवन्तः प्रायः तदेव. आर्धधातुकस्य ईड् वलादेः इत्यनेन ईडागमः, अनन्तरं तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन तत्र गुणः, अनन्तरम् एचोयवायावः इत्यनेन अयादेशः. अत्रापि अचुर् अचोर् योगः अचोरीयोगः इशाताम् अचोरियोग इशाताम् इति अस्ति. इदानीम् इडियोगे अस्ति, तत्र द्वयमपि अस्ति खलु, तत्र किमपि अस्ति खलु तत्र यत् द्वय इट् द्वयमस्ति चेत् एकस्य लोपः भवति इति किमपि अस्ति? किमर्थं तत्र नेरनिटि इत्यनेन णिचः लोपः न भवति? किमर्थम् इत्युक्ते तत्र तु इडागमः अस्ति किल, यत्र आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् एव पूर्वं भवति. इदानीं तु णि प्रत्ययस्य लोपः नास्ति, अतः अचोरी योगः इशाताम्. तत्र सार्वधातुक गुणः भवति अचोरे योगः इशाताम् अचोर तदेव अचोर इशाता इति चिन्वद् अपक्षे अचोर इशाताम् इति भवति. चिन्वत्पक्षे किं भवति तत्र? चिन्वत्पक्षे तु अस्माकं नेरनिटि स्यासि चित्ति द्वयोः तत्र आबीयकार्यम् आबीयक्षेत्रे अस्ति. नेरनिटि इति 6-4, स्यासिच् अपि 6-4 किमपि किल, स्यासिच् सियुत्तासिषु इति, अतः तत्र नेरनिटि इत्यनेन तत्र तद् भूत्वा अचोरिशाताम् इत्येव भवति. तत्र सम्यक् अस्ति, तत्र किमपि बाधा नास्ति, तत् सम्यक् एव. चुर्योगः निचोरि, अचोरि योगः तत्र चिन् इति अस्माकं प्रत्ययः चिणो, तद् सर्वं सम्यक्. अचोरि योगः इ, नेरनिटि निच् लोपः अचोरि, समानरीत्या अचोरि योगः इशातम् अचोरिशातम् अचोरिशत. अचोरि इति अङ्गम् इति स्वीकृत्य वयं तत्र योजयितुं क्षम्यताम्, अचोर् इति अङ्गम् इति स्वीकृत्य सर्वं अचोर् अचोरि न अचोर्. तर्हि अत्र ने लोपः न भवति, अचोरि योग इशातम् अस्ति. अतः इदानीं तत्र गुणः भवति स्वार्धात्मक इत्यनेन अचो, अनन्तरं एचोयवसन्धिः अस्ति, अचोरय अचोरय अचोरि अचोरयिषाताम् अचोरय चोरय चोरयिषाताम् अचोरयिषाताम् अचोरयिषत अचोरयिष्टाः अचोरीष अचोरयिषाताम् अचोर अचोर या खलु अचोरयिध्वम् अचोरयिध्वम् इति द्वयमपि भवति. इणः परः इणः यकारः अस्ति, इणः खलः भवति. अचोरैषि तत्रापि अचोरैषि इति भवति, अचोरै अचोरैष्वहि अचोरैष्महि इति अचोरैष्मै यकार इकार समीचीनं सम्यक्। अचोरी इति यदा साधयामः तथा एव अस्माकं निर्णयः, तत्र अजन्तधातुः इति कृत्वा अचिन्वत् पक्षः अपक्षः इति, चुर् इति पश्यामः चेत् हलन्तः एव। चिन्वत् पक्ष इत्यनेन तत्र तत्र लोपः भवति, अत्र न भवति। चिन्वत् पक्षे नेरनिति कार्यं करोति, सत्यम्। आम् सत्यं, नेरनिति अपि च स्य सिच् स्युट् सत्यं सत्यम्, अनेन इडागमः। आम् सो नेरनिटि कार्यं करोति चेत् निच् लोपः भवति, अनन्तरं ईडागमः अस्ति, ईडागमः लोपेन कारणेन तत्र गुणः न भवति, अङ्गस्य गुणः अथवा वृद्धिः न भवति, सत्यम्। सो अचोरी एव भवति, न भवति। आं सत्यं, न्यालोपः बलवत् इति एकं वार्तिकं वा किमपि दृष्टवन्तः किल अस्मिन्नेव पाठे, तदेव अत्र नेरनिति अचोङिति इति द्वयोः सूत्रयोः प्रसक्तिः एकस्मिन् स्थले भवति चेत् न्यालोपः एव बलवत् इति कारणेन नेरनिति इत्यस्य एव कार्यम् इति एकं वार्तिकं किमपि आसीत् किल अत्र एव, तद् तेन एव। न्यालोपो न्यालोपा वियङ् यण गुण वृद्धि गुण विप्रतिषेधेन, पूर्वविप्रतिषेधेन नीलोपः अल्लोपः च बलवन्तौ भवतः, तदेव तद् शमी धातुः समानरीत्या एव अत्रापि आगच्छति, तत्रापि नेरनिटि इत्यस्य प्रसक्तिः समानरीत्या अत्रापि। समीचीनं वा? एतानि सूत्राणि एव अग्रिमपाठे अपि पुनः आगच्छति, तत्र प्रायः तत्र अधिकनूतनसूत्राणि इति किमपि नास्ति, पाठः लघु एव अस्ति, आशीर्लिङ्ग् परस्मैपदे इति अग्रिमकरपत्रं 06 लघुपाठः एव, परिचितसूत्राणि एव सन्ति, यद् वयं बहुपूर्वं कृतवन्तः, यासूट् आगमः सर्वं किञ्चित् वयं स्मरामः अस्मिन् पाठे। अत्र आर्धधातुकप्रक्रियायां स्मः, वयं प्रथमं निच् स्वीकृत्य साधितवन्तः रूपाणि अर्धधा प्रेरणार्थे निच्, तत्र अनन्तरं कर्मणि भावे च, कर्मणि भावे एव लुङ्लकारः अपि कृतवन्तः, पञ्चपाठाः अभवत्, षष्ठे पाठे तु आशीर्लिङ्ग् परस्मैपदे इति अस्ति, अनन्तरं यङ् लुङन्तदातवः इति आगच्छति, आशीर्लिङ्ग् पश्यामः प्रथमं, परस्मैपदे एव अत्र अस्ति, प्रायः अग्रे महोदय आत्मनेपदी रोजयिष्ये, इडागम यत्र न भवति तादृश तदेव स्वीकृतवन्तः। आम् तदा यदा इडागमः पाठः आगच्छति प्रायः अनन्तरं सः तद् तस्मिन् विषये चिन्तनं भवति इति चिन्तयामि, तत्र इडागमस्य तत्र सूत्राणि आवश्यकानि अत्र नास्ति। आम् सत्यं सत्यम्। आम् आम् पश्यामः, उषा भगिनी पठति वा आशीर्लिङ्ग्लकारः परस्मैपदे? आं भगिनि, आशीर्लिङ्ग् लकारः परस्मैपदे, आशिषि लिङ्ग् लोटौ, आशीर्वादार्थे धातुभ्यः लिङ्ग् लोट्च लकारौ, लिङ्ग् लोट्च लकारौ भवतः, आशीर्वादार्थे लिङ्ग् लोटक, अप्राप्तस्य इष्टस्य अर्थस्य प्राप्तुमिच्छा इति काशिका, अप्राप्तस्य इष्टस्य अर्थस्य प्राप्तुम् इच्छा इति काशिका, अप्राप्तं प्राप्तुम् इच्छा इति अर्थः, लिङ् च लोट् च तयोः इतरेतरद्वन्द्वः लिङ् लोटौ, आशिषि सप्तमीयन्तं लिङ् लोटौ प्रथमान्तं द्विपदमितं सूत्रम्, आशिषि लिङ् लोटौ इति सूत्रं वदति, सप्तमीयन्तम् आशिषि सप्तमीयन्तं लिङ् लोटौ प्रथमान्तं द्विपदमितं सूत्रम्। आशिषि अर्थे धातुभ्यः कृते लिङ् च लोच इति लकारः भवति इति सूत्रं वदति। समीचीनं, साक्षात् तत्र भवति किल, आशीर्वादार्थे लिङ् लोट् च लकारो भवतः आशीर्वादार्थे, आशीर्वादार्थे। सो आशीर्वादार्थे मीन्स् अप्राप्तं प्राप्तुम् इच्छा इति अर्थः, अप्राप्तं प्राप्तुम् इच्छा इति अर्थः। आशिषि सप्तमीयन्तं लिङ् लोटौ अपि, लिङ् लोटौ प्रथमान्तं द्विपदमितं सूत्रम्। ओके, परस्मैपदे, परस्मैपदे आशीर्लिङ् लकारः अनिट् अनिडादिषु अन्यतमः। परस्मैपदे आशीर्लिङ् लकारः अनिडादिषु अन्यतमः। ओके, वन् आफ् दट्। ओके, अत्र यासुट् आगमः भवति इति कारणतः सिद्धतिङ् प्रत्ययाः यकारादयः, तदर्थं च न बलादयः। प्रेरणार्थे णिच् कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ् यङन्ताः यङ् लुगन्ताः च इत्येते सर्वे अनिटादयः। क्रमेण येषां पाठः जायमानः परम् इड् व्यवस्था इडादीनां च पाठः। भगिनी यथा उक्तवती, परस्मैपदे आशीर्लिङ् लकारः अनिट् आदिषु अन्यतमः। आशीर्लिङ् लकारः अत्र परस्मैपदे अनिटादिषु अनिट् प्रत्ययः आगच्छति। अनिट् प्रत्ययः प्रेरणार्थे णिच् कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ् यङन्ताः यङ् लुगन्ताः च इत्येते सर्वे अनिट् आदयः। यतोहि अत्र आशीर्लिङ् इत्यस्य अस्माकं पुरतः विषयः, अत्र आशीर्लिङ् यकारादयः प्रत्ययाः, सिद्धतिङ् प्रत्ययाः यकारादयः, तदर्थं बलादि नास्ति इत्यनेन अनिट् भवति। वयं लुङ् कर्मणि भावे इति पठितवन्तः, इदानीं आशीर्लिङ्। ओके, आर्धधातुकस्य इड् बलादेः परिचयं सूत्रमेव। आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति इति अनुवृत्तिसहितसूत्रम्। अङ्गात् वलादेः आर्धधातुकस्य इट् धातोः परः आर्धधातुकप्रत्ययः अस्ति चेत् अत्र बलादिप्रत्ययः अस्ति चेत् एव इडागमः भवति इति सूत्रं वदति। आर्धधातुकस्य इड् बलादेः परस्मैपदे सिद्धतिङ् प्रत्ययाः एते, यात् यास्तां यासुः, याः यास्तं यास्त, यासं यास्व यास्म इति। लिङ्गाशिषि आशीर्वादार्थे यत् लिङ्ग्, तस्य स्थाने आशीर्वादार्थे यत् लिङ्ग्, तस्य स्थाने यत् तिङ्, तस्य आर्धधातुकसंज्ञा भवति। आशिषि लिङ्गः तिङ्, आर्धधातुकसंज्ञकः स्यात्। लिङ् लुप्तषष्टिकम्, ओ लिङ्गः इति कृते लिङ् इति, नो नाट् लिङ्गः, लिङ्गः योगः अस्ति। लिङ् लुप्तषष्टिकम् आशिषि सप्तमीयन्तं द्विपदमितं सूत्रं। तिङ्क्षित् सार्वधातुकम् इत्यस्मात् तिङ् इत्यस्य अनुवृत्तिः, आर्धधातुकं शेषः इत्यस्मात् आर्धधातुकम् इत्यस्य अनुवृत्तिः। अनुवृत्तिसहितसूत्रं लिङ्गाशिषि आर्धधातुकं तिङ् अस्तु भगिनि। लिङ्गाशिषि इति सूत्रं वदति, आशीर्वादार्थे लिङ् इति लकारः अस्ति चेत् तस्य स्थाने यत् इडागमः, यत् तस्य स्थाने वयं तिङ् प्रत्ययः, तस्य स्थाने तिङ् प्रत्ययः आयाति, तत् तिङ् प्रत्ययः आर्धधातुकसंज्ञा भवति इति वदति। सो लिट् आस् लिङ् आशिषि आशीर्वादार्थे यत् लिङ् लिङ् इति आशिषि अर्थे अस्ति चेत् तस्य तिङ् प्रत्ययः आददादिकसंज्ञा भवति इति सूत्रं वदति. आशिषि लिङ् तिङ् आददादिकसंज्ञा. आं भगिनि, लिङ्ग् साक्षात् विदेति विधीयते इति स्मरणे भवति. तत्र यदा वयं विधिलिङ्ग् चिन्तयामः चेत् तत्र तु सार्वधातुकसंज्ञा अस्ति. तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा, लिङ्गाशिषि इत्यनेन तत्र लिङ्गाशिषि लिङ्ग् लिट् च इति अग्रिमसूत्रं किल. तत्र साक्षात् आर्धधातुकसंज्ञा भवति. तत्र केनापि सूत्र अनेन सूत्रेण एव तत्र तत्र आर्धधातुकसंज्ञा भवति इति. पूर्वसूत्रं भगिनि, पूर्वसूत्रं च इति अस्ति किल. च इति अस्ति किल, अतः परमेव भवतु भवति किल. नो भगिनि, आर्धधातुकं शेषः लिच्च लिङ्गाशिषि. ओ एवं, ओ अस्तु अस्तु. ओ आर्धधातुकं शेषः लिच्च, लिच्च आर्धधातुकं शेषः लिङ्गाशिषि अपि इति. ओ अस्तु, सम्यक्, समीचीनम्. अतः तत्र अर्थः एव मनसि भवेत्, अप्राप्तं प्राप्तुम् इच्छा इति अर्थः. पट् धातुः स्वीकुर्मः चेत् पट्यासुः, वयं पट्यासुः. अस्मिन् पाठः अस्मान् वयं पट्यासुः. इयं पाठः वा इमं पाठः वयं पट्या तत्र उत्तमपुरुषः अस्ति खलु भगिनि, तत्र वयं. ओ क्षम्यतां क्षम्यताम्, आमां यास्म पट्यास्म, वयं पट्यास्म, पट्यास्म इमं पाठं पट्यास्म. न्यूटर् पट्यासं पट्यास्म पट्यास्म पट्यास्म. विजया भगिनी अस्ति वा? अरुण भगिनी प्रायः विस्मृतवती इति चिन्तयामि समयः. विजया भगिनी अस्ति किल? आमाम् अस्मि. नमस्कारः महोदय. अत्र आर्धधातुकप्रत्ययपरे धात्वादेशः, आर्धधातुकविषये केषाञ्चित् धातूनां धात्वादेशः भवति. प्रथमबिन्दुः, अस् धातोः आर्धधातुकप्रत्ययपरे भू आदेशः, अस् युगः यात् भूयात् इति आशीर्लिङ्गे आयाति. अस्तेर्भूः आर्धधातुकविवक्षायाम् अस् धातोः स्थाने भू आदेशः भवति. अनेकाचित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य. अस्तेः षष्ट्यन्तं भू भूः प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवर्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके. महोदय क्षम्यतां महोदय, अहं तु मम पतिः सः वाकिङ्ग् गतम्, ईविनिङ्ग् वाकिङ्ग्, शुगर् पेशण्ट् अतः किञ्चित्. धन्यवादः. इदानीं पूर्वमेव वयं दृष्टवन्तः अस् धातुस्थाने भू पूर्णतया अत्र आदेशः भवति इति. आर्धधातुकविवक्षायाम् अस्ति अत्र. अनेकाश्चित् सर्वसि इत्यनेन पूर्णतया सर्वत्र अत्र आदेशः भवति, न तु अन्त्यस्य. अनुवर्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके, आर्धधातुकविषये अस् धातुः भू भूः इति भू आदेशः भवति इति तत्र दत्तम्. अग्रे पठामि वा महोदय? आम् एकनिमिषं. तत्र आर्धधातुकप्रत्ययपरे धात्वादेशः इति यत्किमपि दत्तं, प्रायः पञ्चबिन्दु वा षट् वा पञ्च एव षड्, तत् सर्वेषाम् आर्धधातुकप्रत्ययानां परे भवति, केवलम् आशीर्लिङ्गि इति न. अस् धातोः भू आदेशः तत्र वयं यदा कर्मणि भावे दृष्टवन्तः अथवा प्रेरणार्थे निच् यत्किमपि भवतु आर्धधातुकप्रत्ययः परः अस्ति चेत् कार्यं भवति एव. अतः सामान्यसूत्राणि इमानि सामान्यसूत्राणि. आं भगिनि, अग्रे भगिनि. अनेकाश्चित् सर्वस्य आदेशः एतत् अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य आदेशः अनेकाश्चित् च चेत् सर्वस्य स्थाने आदेशः भवति, न तु अन्त्यस्य. अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने, सर्वस्य स्थाने न तु अन्त्यस्य स्थाने इति अत्र अनुवृत्तिसहितसूत्रं वदति. अनन्तरं चक्षिङ्ग् धातोः, चक्षिङ्ग् धातोः आर्धधातुकप्रत्ययपरे क्याङ् आदेशः चक्ष् योगः यात् ख्यायात् क्षायात् एतत् पूर्वम् एव अभवत् खलु महोदय? गतपाठे अपि आसीत्, पूर्वमपि यत्किमपि वयं तत्रापि दृष्टवन्तः. चक्षिङ् स्थाने ख्याञ्ज आदेशः, अनन्तरम् अत्र ख्या क्षायात् एतत् पठितुम् अत्र किञ्चित् क्लेशः एव आसीत् पूर्वम्. अस्तु, सत्यं. चक्षिङ्गः ख्याञ्ज, चक्षिङ्गः क्याञ्ज् आदेशः भवति आर्धदातिके. चक्षिङ्गः षष्ट्यन्तं क्याञ्ज्, ख्याञ्ज् प्रथमान्तं द्विपदमिदं सूत्रम् आर्धदातिके इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं चक्षिङ्गः क्याञ्ज् आर्धदातिके इति, अत्र किमपि नास्ति. चक्षिङ्ग स्थाने ख्याञ्ज् इति आदेशः भवति, तावदेव अत्र आर्धदातिके अस्ति चेत्. अग्रे पठामि वा महोदय? चक्षिङ्ग् क्याङ्ग् इत्यनेन किमपि उक्तं, तद् पठतु भगिनि, भाष्यकारः वदति इति. आम्, अत्र चक्षिङ्गः क्याञ्ज् इत्यनेन चक्षिङ्ग् धातोः अर्धदातुकप्रत्ययपरे क्याञ्ज् आदेशः, किन्तु अत्र भाष्यकारः वदति यत् ख्यातिः ख्याशादिः अयम् आदेशः इत्युक्ते आदेशः ख्या न तु न अपि तु ख्या, तदा चतु आदेशे आदेशेन क्षा भवति. अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति, क्याञ्जः सस्य यो वा वक्तव्यः. अनेन क्याञ्ज् इति आदेशस्य शकारस्य विकल्पेन यकारादेशः भवति. फलितार्थः अयं तत् आर्धधातुकप्रत्ययपरे चक्षिङ्ग् धातोः स्थाने ख्याञ्ज्, ख्याञ्ज् इति द्वौ आदेशौ सिद्धौ. एकवारं ख्याञ्ज्, अपरस्मिन् पक्षे क्षाञ्ज् इति भवति. अत्र किमपि नूतनतया नास्ति एव. चक्षिङ्ग् स्थाने ख्याञ्ज् इति पूर्वमेव वयं दृष्टवन्तः. इदानीं भाष्यकारमतेन अत्र ख्या न अपि तु क्षा इति भवति. अनन्तरम् अत्र आर्धधातुकप्रत्ययपरे चक्षिङ्ग् धातोः स्थाने ख्याञ्ज् नातु न अपि क्षाञ्ज्, क्षाञ्ज् इति द्वौ आदेशौ इति अत्र स्वीकरणीयम् इति तत्र दत्तम्. एकस्मिन् पक्षे ख्याञ्ज्, अन्यस्मिन् पक्षे क्षाञ्ज् इति भवति. सत्यम्. अतः वार्तिकमस्ति, अनेन रूपद्वयं भवति इति. तस्य अर्थः अस्मिन् लकारे कथम् आगच्छति इत्येव द्रष्टव्यं. यदा रूपं साधयामः अप्राप्तुम् इच्छा, तस्मिन् समये कथम् आगच्छति इति द्रष्टव्यं. समीचीनं भगिनि, धन्यवादः. महोदय, अग्रिमधातुः अज् धातोः. अस्तु, अज् धातोः आर्धात्कपत्ये परे वि आदेशः भवति अज् योगयात्. अत्र अज् धातोः वि इति आदेशः अनेकाल अस्ति, वि यात् इति भवति. अजेर् अजेर्वैघे अपोः इत्यनेन अज् अज् धातोः वि इति आदेश अयम् आदेशः भवति. आदेशः स्यात् आर्धात्के विषये घाय् घञ् अपि च अप् इति प्रत्ययं वर्जयित्वा इति अस्ति. अत्र आर्धात्कप्रत्यये परे सर्वत्र भवति अजेः वि इति आदेशः भवति, घञ् अपि च अप् इति प्रत्ययं वर्जयित्वा इति अस्ति. तदपि वयं दृष्टवन्तः पूर्वम् अत्र. अग्रे अग्रे पठामि भगिनि. आम् आम्. अत्र भ्रू धातोः अपि तत्रापि आर्धात्कप्रत्यये परे वच् आदेशः भवति, भ्रू योग यात् इत्यत्र वच् आदेशः भवति. वच् अनन्तरं तत्र यात् इति अस्ति. तत्र प्रायः तत्र सम्प्रसारणं भवति आशीर्लिङ्ग् इति कृत्वा उच्चा इति भवति अत्र ध्रुवौ वचि इति सूत्रमस्ति ध्रुवोः ध्रुवोः वचि आदेशः भवति आदातकविषये इकारः उच्चारणार्थं ध्रुवः षष्ठे एकवचनं वचि प्रथमेकवचनं निबद्धविधसूत्रमस्ति ध्रुवः वचि आर्धधातुके इति अस्ति दत्त भ्रुवोः भ्रूधातोः वच् ध्रुवोः तत्र भुवः भ्रुवोः इति भ्रू इत्यस्य भ्रुवोः इति भवति वा भ्रुवोः तत् क्षम्यतां भ्रुवोः नास्ति भ्रुवो वचि इति तत्र विसर्गः अस्ति भ्रुवः वच् आम् भ्रुवः वच् तत्र सम्प्रसारणकार्यम् अस्माकं वचिस्वपीयजातीनां तदपि भवति ब्रूयातु अत्र याति तत्र कित् नास्ति परन्तु कित्त्वम् आरोपितं भवति वा तत्र आम् आम् तद् आगच्छति अग्रे आम् कित्त्वम् आरोपितं भवति आम् सत्यम् सत्यं तदेव चिन्तनम् अग्रे अस्ति अन्यथा न भवति आम् सत्यं तदेव आगच्छति आम् आम् हन्धातोः आशीर्लिङ्गे हन्धातोः आशीर्लिङ्गप्रत्यये परे वदादेशः भवति हन् योगयात् वध्यात् इति भवति तत्रापि वयं दृष्टवन्तः वध्यात् इति भवति हनोः वधः हनोः वधः हनोः वध लिङ्गि इति हन्तेर्धातोः हन्तेः धातोः वद् इत्ययम् आदेशः भवति लिङ्गि परे आर्धातुके परे लिङ्गि आर्धातुके तर्हि तत्र आशीर्लिङ्गि एव भवति खलु तत्र अन्यत्र न भवति वा लिङ्गि आशीर्लिङ्ग् विधिलिङ्ग् भवति वा न लिङ्गि परे आर्धधातुके इति उक्तं किल आर्धातुके क्षम्यताम् आर्धातुके इति अस्ति हनः वध आर्धातुके लिङ्गि इति सार्धातुके लिङ्गि न भवति तर्हि तदेव तस्यैव सूत्रम् अग्रे भगिनि महोदय वद आदेशो अकारस्य लोपः वदादेशे अकारस्य लोपः अस्तु वध इति अस्ति खलु अत्र वध इति अस्ति वधयात् इति वधयोगयात् इति तत् कथं भवति इति अत्र अस्ति अतो लोपः अदन्तङ्गस्य ह्रस्वः ह्रस्वकारलोपः भवति आर्धातुकप्रत्यये परे इदानीं वध योगयात् इति अत्र वध्यात् इति भवति अतः अङ्गस्य लोपः आर्धातुके आर्धातुके उपदेशे इति अत्र अस्ति वयं दृष्टवन्तः अत्र कुत्र वयं दृष्टवन्तः कुत्रापि पूर्वं दृष्टवन्तः अत्र यदा तद् अतोलोपः समानरीत्या तदेव अतोलोपः इत्यनेन अकारलोपः जायते चेत् तत्र अस्माकम् अथ उपादायः इत्यस्य प्रसक्तिः भवेत् इति चिन्तनम् अस्ति किल अचः परस्मिन् पूर्वविधौ सर्वदा स्मर्तव्यं सर्वत्र यत्र यत्र आर्धधातुकः अस्ति सर्वत्र तत् चिन्तनम् आगच्छति पुनः पुनः आम् कथा आम् अस्मिन् पाठे अपि गतपाठे लुङ्लकारे अपि वयं दृष्टवन्तः तद् पुनः आगच्छति तत्र अथोपदायाः तस्य प्रसक्तिः कथं न स्यात् अतः परस्मिन् पूर्वविधौ इति स्वीकृत्य साधनीयं पुनः आगच्छति अस्मिन् पाठे अपि तत् समीचीनं धन्यवादः महोदय अतः किं दृष्टवन्तः अस्तेर्भूः अस्धातोः भू अनेकालादेशः चक्षिङ्क्या क्याय इति तत्र तु रूपद्वयं भवति अनन्तरम् अज् धातोः वि आदेशः वियात् इति अनन्तरं भ्रूधातोः तत्र अर्धधातुकप्रत्यये परे एव वच् आदेशः उच्यात् तत्र सम्प्रसारणकार्यं हन् धातोः तत्र वध आदेशः वध्यात् तत्र तु अतोलोपः इत्यनेन अकारलोपः भूत्वा वध्यात् इति रूपम् अस्तु भगिनी भवती उषा भगिनी एजन्तदातूनाम् आत्मम् अस्तु भगिनि एजन्तधातूनाम् आत्मम् आदेश उपदेशे अशिति परिचितं सूत्रमेव उपदेशे एजन्तस्य धातोः आत्मं न तु शिति उपदेशे इत्यनेन औपदेशिकधातूनाम् एव प्रसक्तिः न तु आतिदेशिकधातूनाम् ओके उपदेशे उपदेश अवस्थायाम् अशिति प्रत्यये परे एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत् आत्म आदेशः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः ओके, अलौन्तस्य इत्यनेन अन्त्यस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ यस्य षित् न षित् अषित् तस्मिन् विषये अशिति नञ् तत्पुरुषः आत् प्रथमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तमीयन्तम् आशिषि आशिति अशिति सप्तमीयन्तम् अनेकपदमिदं सूत्रं लिटि धातोः अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशिति परिचितं सूत्रमेव. विस्तृतरूपेण वयं पठितवन्तः किं करपत्रम् इति अस्ति भगिनि, प्रसज्यप्रतिषेध पर्युदासप्रतिषेध इत्यपि वयं चर्चितवन्तः खलु कश्चन करपत्रे प्रेरणार्थे निच्छति चिन्तयामि. ओके अस्तु भगिनि, प्रेरणार्थे निच्छित्यस्य प्रथमं वा द्वितीयकरपत्रं वा तत्रैव प्रसज्यप्रतिषेधः पर्युदास किं प्रतिषेध इति आते च उपदेशे अशिति इति. ओके अस्तु भगिनि, सो आते च उपदेशे इति सूत्रं वदति उपदेशे एजन्तस्य धातोः आत्वं भवति आ इति आगच्छति क्षिति प्रत्ययः परः नास्ति चेत् एव उपदेशे इत्यनेन उपदेशे इति सूत्रं कृते अस्ति. उपदेशे इति उक्तत्वात् न तु आतिदेशिकधातु उपदेशकृते औपदेशिकधातूनाम् एव प्रसक्तिः भवति. अशितिप्रत्ययः परः अस्ति चेत् एव एजन्तस्य धातोः आत्मं भवति. एज् अन्तस्य इत्यनेन आत् एच इति उक्तत्वात् एज् अन्तस्य इति येन विधिस्तदन्तस्य इत्यनेन एज् अन्तस्य धातोः कृते उपदेशधातोः कृते एजन्तस्य स्थाने आ इति आदेशः भवति इति सूत्रं वदति. यथा ग्लै ग्ला भवति म्लै ऐकारान्तधातु म्ला, सो अत्र अशिति इति न दत्तं. ग्लै इति ग्ला भवति, म्लै इति म्ला भवति, ध्यै इति ध्या. प्रत्ययः परः किम् इति न सूचयति अत्र. सो इति सा भवति, वे इति वा भवति, चो इति चा भवति. सो अत्र एकस्मिन् करपत्रे अहं तत्र सर्च् बटन् इति अस्ति किल उपरि, तस्मात् अहं तत्र एतत् करपत्रं तु वयं न पठितवन्तः, परन्तु यत्किमपि तत्र प्रसज्यप्रतिषेधः वा पर्युदासप्रतिषेधः भवति वा इति तत्र प्रश्नः. तत्र सूत्रार्थः उक्तः यत् उपदेशे अनु towards the end of the karapatra it will be there and then it will discuss. We did bagini am ye parantu etad tu eva tatra search button madhye etadeva agacchati ardha dhatuka prakaranam lut lakarah iti astu mostly copy pasting eva bhavati adesha upadeshe ashiti ityanena upadeshe ejantasya dhatoh atvam na tu shiti अनुवृत्तिसहितसूत्रम् एचः धातुः आत् उपदेशे अशिति. अस्य सूत्रार्थस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति. उपदेशे एजन्तस्य धातोः आत्वं भवति, क्षितिप्रत्यये परे न भवति. नाम अत्र आत्वस्य विधानार्थं सप्तमी विभक्तौ किमपि निमित्तं नास्ति. समीचीनं वा? उपदेशे एजन्तस्य धातोः आत्वं भवति, विधानपक्षे किमपि नियमनं नास्ति. तर्हि एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति? उपदेशे प्रकृतौ इत्युक्ते ते तु अन्यसूत्रं स्वीकृत्य तस्य चर्चां कृतवन्तः, अतः तत्र प्रसज्यप्रतिषेधः इत्येव. सो प्रसज्यप्रतिषेधः इति टुवर्ड्स् दि आक्षन्, सो डसन् not towards the noun. Whether shiti or ashiti doesn't matter at that time. Upadeshe iti uktatvat. So prasajya pratisheta towards the action. Okay. Purvatana karapatte. We did beginning some karapatra. I will stop. तत्र अनन्तरम् अहं पश्यामि कुत्र अस्ति इति. इदानीम् एतदेव आगच्छति सर्च् बटन् मध्ये लुट्लकारः तु किं महोदय बहुवारं पठितवान्. आमाम् अहमपि तत्र नीलेश महोदयस्य करपत्रे अपि आसीत् परन्तु तद् पाप इति अस्ति किल अतः एव मम भ्रमः भवति पर्युदासः वा प्रसज्य वा इति. एकवारं महोदयस्य करपत्रे अपि आसीत् सत्तु सत्यं प्रसज्य प्रतिषेध. ओके अस्तु भगिनि अग्रे पठामि वा. आम् एकनिमिषम् इतोपि एकं करपत्रे अस्ति प्रातिपदिकम् इति किमपि करपत्रं सार्वधातुकप्रकरणं कृत्सु वयमेव कृतवन्तः किल इत्युक्ते वयं कृतवन्तः तदेव. अस्तु केषाञ्चित् मनसि स्यात् यत् अत्र केवलं प्रातिपद पदिकसंज्ञाग्रहणस्य विषये नाम प्राप्तिः न तु निषेधः. प्रातिपदिकसंज्ञा विधानसूत्रमस्ति किल परिशिष्टं यद् भवती उक्तवती तदेव करपत्रं 6A(2) परिशिष्टम् इति तद् तत्र अस्ति आर्तवदधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रमस्ति किल तत्र एव तत्र अधातुः इत्युक्ते किम् इति तथा अस्ति चेत् अस्मिन् तु सूत्रे शक्तिः न स्यात् एवं भवति यः अर्थवान् किन्तु धातुः नास्ति प्रत्ययः नास्ति प्रत्ययान्तः नास्ति चेत् तस्य प्रातिपदिकसंज्ञा भवति परन्तु यः धातुः अथवा प्रत्ययः अथवा प्रत्ययान्तः अस्ति तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति. डबल् नेगेटिव् इति निषिध्यते इति नास्ति. तथा अस्ति चेत् अस्मिन् सूत्रे शक्तिः न स्यात् प्राप्तिः अपि अस्ति निषेधः अपि अस्ति. एवं नास्ति यत् धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न भवति. तथैव एवं नास्ति यत् प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न अथवा प्रत्ययान्तस्य अपि समानरीत्या त्रिभिरपि प्रातिपदिकसंज्ञा निषिध्यते अधातुः इति इत्यस्य कथनेन पर्युदासः इति प्रतिषेधः. अत्र पर्युदासः पर्युदासः तथैव अप्रत्ययः अप्रत्ययान्तः अपि अनेन शक्तिः आगच्छति यत् धातुः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति प्रत्ययः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति समानरीत्या केवलं धातुभिन्नं प्रत्ययभिन्नं प्रत्ययान्तं भिन्नं प्रातिपदिकसंज्ञा भवति इति तत्र एव अस्ति यद्भवती उक्तवती. पर्युदासस्य विषये अस्ति अस्तु अधुना नञ् इत्यस्य कथनेन द्विविधप्रतिषेधः भवति पर्युदासः च प्रसज्यः च. अधातु अप्रत्ययः अप्रत्ययान्तः एतादृशनिषेधः पर्युदासः इति उच्यते. अधातुः इत्यस्य कथनेन नञ् इत्यस्य इङ्गितम् अस्ति. अस्तु यादेश उपदेशे अशिति एव पुनः ते स्वीकृतवन्तः. भगिनि अत्र स्टार् इति गिवन् सो मे बि समवेर् ही इस् दे आर् टाकिङ्ग् अबौट् अत्र अग्रे वा प्रसज्य प्रतिषेधः प्रत्यये परे न भवति इत्युक्ते प्रसज्य प्रतिषेधः पर्युदास इट् प्रसज्य. ओके अत्र अपि च तत्र यस्य निषेधः एव कार्यस्य निषेधः अस्ति चेत् तत् तादृश अस्ति खलु कुत्रापि कार्यस्य निषेधः एव प्रामुख्यम् अस्ति तत्र प्रसज्य वा इति वा आम् तत्र किमुक्तम् इत्युक्ते आदेश उपदेश अशिति इत्यस्मिन् यत् नै भवति तत् प्रसज्यप्रतिषेधः. अत्र यदि वदामः यत् अस्य अर्थः एवं यत् उपदेश अवस्थायाम् एजन्तधातोः आत्वादेशः अशिति प्रत्यये परे, तर्हि अशिति प्रत्यये परे इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति. क्षिति प्रत्यये परे न भवति, तर्हि प्रसिज्यप्रतिषेधः. अशिति प्रत्यये परे इत्यस्य अर्थः एवं यत् तादृशप्रत्ययः परः भवेत् यः षित् नास्ति, नाम कश्चन प्रत्ययः अपेक्षितः, यु नीड् प्रत्यय, स प्रत्ययः षित् न भवेत्. प्रत्ययः तु अवश्यम् आवश्यकम् अस्ति, परन्तु तद् षित् न भवेत्. परः षित् प्रत्ययः नास्ति, शून्यमस्ति, तर्हि एजन्तस्य आत्वं न भवति. तत्र यङ्ग् लुक् इत्यस्य उदाहरणं स्वीकृतवन्तः. यङ्ग् लुक् भवति, अस्यां दशायाम् अशित् प्रत्ययः परः नास्ति, अतः आत्वं न भविष्यति. तत्र प्रत्ययः नास्ति चेत् अस्य कार्यं न भवति. प्रत्ययः भवेत् परन्तु षित् न भवेत्. अतः अत्र प्रसज्य प्रतिषेधः, अतः अत्र प्रसज्य प्रतिषेधः न तु पर्युदासः. पर्युदासः बहुवारं पठनीयं महोदय, एकवारं पठनेन न मनसि तिष्ठति. अत्र एव प्रातिपदिकं नम्बर् प्रधानत्वं विधेः यत्र प्रतिषेधे प्रतिषेधा अप्रधानता परिदातसविज्ञेयो यत्रोत्तरपदेन नै इति तत्र तदपि तद् महाभाष्ये उक्तमपि तद् अभ्राह्मणम् आनय, तद् उदाहरणमपि वयं पठितवन्तः किल, तदेव. अतः अस्मिन् आदेश उपदेशे अशिति इत्यत्र प्रसज्य प्रतिषेधः पश्यामः, अग्रिमसप्ताहे वयं स्मरामः वा इति. प्रसज्य प्रतिषेध अत्र आदेश उपदेशे अशिति अदादु प्रातिपदिकस्य कृते एव पर्युदास. आम् तत्र पर्युदास. अस्माकं करपत्रम् आशीर्लिङ्ग् किल, अत्र दत्तमासीत् संस्कृतभाषायां नञ् इत्यस्य अर्थद्वयं भवति, परिदास प्रसज्य प्रतिषेध इति. यत्र विधेः प्राधान्यं तत्र परिदासः, प्रतिषेधस्य यत्र प्राधान्यं तत्र प्रसज्य प्रतिषेधः इति तयोः स्वरूपं समीचीनम्. विधेः प्राधान्यं पर्युदास वा? विधेः प्राधान्यमस्ति तत् परिदास. तत्र प्रतिषेधस्य प्राधान्यमस्ति तत्र प्रसज्य प्रतिषेधः. प्रसज्य अत्र प्रसज्य एव किल. आं भगिनि, आम् किल. अस्तु, एषः धातो आत् उपदेशे अशिति अशिति. समीचीनम्. एतदेव सामान्यसूत्राणि षड्डपि सर्वत्र आर्धधातुकप्रत्यये परे कार्यं करोति, केवलम् आशीर्लिङ्ग् इति न, पूर्वस्मिन् पाठे अपि आसीत्. समीचीनम्. अस्तु भगिनि. विद्या भगिनी, लिङ्ग् लकारे परस्मैपदे यासुटागमः. आं महोदय, लिङ्ग्लकारे परस्मैपदे यासूत् आगमः, विधिलिङ्ग्लकारे आश्रलिङ्ग्लकारे च परस्मैपदे यासूट् आगमः भवति. विधिलिङ्ग् आश्रलिङ्ग् मध्ये यासूट् परस्मै पदेषु दात्तो निच्च लिङ्ग्लकारस्य परस्मैपदी प्रत्ययानां यासूट् आगमः भवति, स च आगमः नित्वत् उदात्तः च. विधिसूत्रम् अतिदेशसूत्रं च लिङ्गः स्यूट् सामान्यसूत्रं, किन्तु अनेन आत्मनेपदानाम् एव कृते इत्यस्य अपवादः, लिङ्गः स्यूट् इत्यस्य अपवादः एतत् यासूट् परस्मैपदे धातुः परस्मैपदेषु दात्तनिच्च इति सूत्रं लिङ्गगस्यूट् इति अस्य अपवादः. आद्यन्तटकितौ इत्यनेन यासूट् प्रत्ययात् प्राक् आयाति. यासूट् प्रथमान्तं परस्मैपदेषु सप्तम्यन्तम् उदात्तः प्रथमान्तं नित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रं लिङ्गः स्यूट् इत्यस्मात् लिङ्गः इत्यस्य अनुवर्तिः लस्य इत्यस्य अधिकारः अनुवर्तिसहितसूत्रं लिङ्गः लस्य परस्मैपदानां यासूट् उदात्तः नित् च. यासूट् परस्मैपदी विषये पूर्वमेव वयं दृष्टवन्तः एव. अत्र यासूट् परस्मैपदी परस्मैपदेषु उदात्तो निच् इति सूत्रं लिङ्गः स्यूट् इत्यस्य अपवादसूत्रमस्ति. अनन्तरम् अत्र आद्यन्तौ टकितौ इति कार्यं करोति. टित् कित् यत्र एतत् टित् अस्ति चेत् प्राक् अनन्तरं कित् अस्ति चेत् अन्ते आगच्छति इति. अनन्तरं लिङ्गः स्यूट् एतत् लिङ्गः इत्यस्य अनुवर्तिके लस्य इत्यस्य अधिकारः लिङ्गः लस्य परस्मैपदानां यासूट् उदात्तः निर्च इति भवति. अत्र गुणनिषेधः भवति क्निति च इति सूत्रेण. कीदृशसूत्रम् इति वदति वा भगिनी? एतत् यासुट् आगमः भवति, आगमः नित्वत् भवति. किं परस्मै यासुट् परस्मैपदेषु उदात्त निच् इति सूत्रमिति आगमः न कीदृशसूत्रमिति यासुट् इति आगमः भवति, आगमः नित्वत् भवति गुणनिषेधः. अतः नियमः सूचयति खलु यासुट् आगमः इति विधिः. आगमः नित्वत् इति यदा महोदयेन उक्तम् अतिदेश सूत्रं तत्र नियमः सूत्रं कदा भवति इत्युक्ते पूर्वमेव एकः विधिसूत्रम् अस्ति चेत् तत्र पुनः तदागत्य यदा तस्य किञ्चित् सीमां स्थापयति चेत् तदेव नियमसूत्रम्. पतिसमासे एव तत् स्मरतु, तदपि नियमसूत्रमस्ति. अस्माकं किं सूत्रं तद् राक्षस्य इतोपि एकं तत्र रोसुपि इति चिन्तयामि. सत्यं तत्र संयोगान्तस्य लोपः इत्यस्य एव नियमनं करोति राक्षस्य. पतिसमासे एव इति इतोपि एकम्. अनन्तरं रोसुपि इति चिन्तयामि, तदपि तत्र विसर्गः चतुर्षु इत्यत्र विसर्गः किमर्थं न आगच्छति इत्यत्र रोसुपि आगत्य तत्र नियमनं करोति. यत् रेपः स्वाभाविकरेपः अस्ति चेत् तत्र विसर्गः मा भूत् इति रोसुपि इत्येव चिन्तयामि सूत्रं. रोर् तदेव र र इति चिन्तयामि. असुपि एव एतादृशसूत्राणि एव नियमसूत्रं. प्रथमम् एकं विधिसूत्रं भवेत् अनन्तरमेव तस्य नियमनं कर्तुं शक्यते. अतः यासुट् परस्मैपदेषु इति तत्र विधिसूत्रं यासुट् आगमः, आगमः नित्वत् इति अतिदेशसूत्रं. तत्र आरोपणीयं नित्वत् इति भवतु इति. तत्र यदा लिङ्गः स्यूट् इति सामान्यसूत्रं यासुट् परस्मैपदेषु इत्यत्र परस्मैपदेषु इति उक्तत्वा लिङ्गः स्यूट् आत्मनेपदेषु एव कार्यं करोति. एतत् सर्वं बहु पूर्वं वयं दृष्टवन्तः. परस्मैपदी अग्रे पठामि वा? आम् आम्. तिङ् प्रत्ययसिद्धिः. परस्मैपदी धातूनां मूलतिङ् प्रत्ययः तिप्तस्जि सिप्तस्त मिप् वस्मस् यासुट् परस्मैपदेषु उदात्तो निच्च इत्यनेन लिङ्गलकारस्य परस्मैपदी प्रत्ययानां यासुट् आगमः भवति. तर्हि यासूट् आगमः तिङ् प्रत्यय प्रत्ययानाम् एव अस्ति. अयञ्च आगमः टित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययात् प्राक् आयाति. सूत्राणि यासुट् परस्मैपदेषु दातो निच्छ इत्यस्य अनेन किं सूत्रम् अत्र उपयोगं कुर्मः चेत् इतश्च नित्लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपः भवति इतश्च इत्यनेन तस्थस्तमिपान्तान्तं तामः इत्यनेन तस्थस्थ मिप् नित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तान्तं त अम् एते आदेशाः भवति. जे जुस् इत्यनेन लिङ्लकारस्य जि इत्यस्य स्थाने जुस् आदेशः भवति. नित्यं नितः इत्यनेन नितः लकारस्य सकारस्य उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः वस्मस् इति अस्ति खलु तत्र अन्त्यसकारस्य लोपः भवति इति तत्र दत्तं. तावदेव तत्र प्रथमपुरुषस्य एव साधयतु भगिनि. सिप् इति प्रत्ययः तस्मात् कथम् आगच्छति इति यासूट् प्रथमं योजयतु. विधिलिङ्ग् इति आशीर्लिङ्ग् एव, परन्तु सूत्राणि तु समानानि एव, विधिलिङ्ग् वा आशीर्लिङ्ग् वा भवतु. अतः तिप् इति आरम्भं करोतु. तिप् इति मूलप्रत्ययः, तस्मात् सिद्धप्रत्ययः साधयतु. यासूट् योजयतु प्रथमम्. तिप् योगः यासूट् अत्र तिप् टकारः हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति. सु इति तत्र उच्चारणार्थमेव खलु महोदय. यास् इति एव तिष्ठति. यास् योगः ति इतश्च इत्यनेन इकारस्य लोपः भवति. अतः तकारः एव तिष्ठति. यास् योगः तकारः यास् इति भवति. स्कोः संयोगो संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति. अतः अन्तिमरूपं यात् इति भवति. यात् यातां युः इति विधिलिङ्गमध्ये अस्ति खलु महोदय. अत्र प्रथमं यात् इति प्रथमपुरुष एकवचने एतत् प्रत्ययं भवति. द्विवचने तस् यासूट् योगः तस् अत्र अपि यास् योगः तस् तस्थस्समीपं तान्तं तामः इत्यनेन नित्सु लकारेषु तस् इत्यस्य स्थाने ताम् आगच्छति. अतः यास् योगः ताम्. इदानीं यस्त् इति संयोगः न पदान्ते अस्ति. न वा जल्परः जल्परः अतः सकरेषु लोपः न भवति. वर्णमेलनम् एव अत्र. अतः किमपि कार्यं नास्ति. वर्णमेलनं यास्ताम् इति भवति. संयोगः अत्र नास्ति. तत्र यासुट् योगः तस् इत्यत्र सकारलोपः किमर्थं न भवति हलन्त्यम् इत्यनेन? निश्चलकारेषु तस् इत्यस्य स्थाने तम् इति यास् आगच्छति. अत्र तस् इति इदानीमेव दृष्टवन्तः. तस्थाने ताम् आगच्छति इति खलु महोदय. अनन्तरम् अत्र सकारस्य लोपः न भवति. किमर्थं चेत् न विभक्तौ तु स्मः इत्यनेनैव. तदेव उत्तरं न विभक्तौ तु स्मः इत्यनेन ल भवति. सकारस्यापि न भवति. आम् न भवति सत्यं. ताम् इति आगच्छति चेदपि न भवति. तु स्मः आम् महोदय. अत्र वर्णमेलनमेव यास्ताम् इति भवति. अनन्तरम् उत्तम प्रथमपुरुष बहुवचने जि इति अस्ति. यासुट् योगः जु यास् योगः जि. जे जुस् इत्यनेन लिङ्लकारस्य जि स्थाने जुस् आदेशः भवति. एतत् पूर्वमेव वयं दृष्टवन्तः. इदानीं यास् योगः जुस् अत्र अनुबन्धलोपानन्तरम् उस् एव तिष्ठति. जकारस्य चुटु इत्यनेन अपगच्छति. उस् एव तिष्ठति. इदानीं यास् योगः उस् तत्रापि वर्णमेलनेन यासूस् इति भवति. रुत्वा विसर्गौ अत्र सस्यजुषोरुः करावसानयोर्विसर्जनीयः इत्यनेन यासुः इति अन्तिमरूपं निष्पन्नम् अत्र. सम्यक् समीचीनं भगिनि. धन्यवादः. सम्यक् समीचीनं महोदय. मध्यमपुरुषे साधयति वा आरभ्य? एकनिमिषः. तत्र सिप् सिप् योग यासुट् अस्ति, इदानीं यास् योग सिप् इति अस्ति तत्र, क्षम्यतां यास् योग सि इति, तत्र इकारस्य लोपः इतश्च इत्यनेन यास् योग स् इति अस्ति, अत्र यास् योग स् इत्यस्ति केवलं वर्णमेलनं भवति, कोऽपि अन्यकार्यं नास्ति. यास् एकनिमिष, यास् इति वर्णमेलनं भवति, यास् इति अस्ति इदानीं, यास् इति अस्ति इदानीं पदान्ते अस्ति इति कृत्वा स्कोशयोगाद्ये च इत्यनेन तत्र अन्ते अस्ति इदानीं, तत्र यास् इत्येव भवति, सकारलोपः भवति. तर्हि यास् इदानीमस्ति, तस्य सकारस्य ऋत्वविसर्ग स्वशो रुः अकरवासविसर्जन इत्यनेन याः इति भवति, तर्हि या इति भवति. तत्र अग्रे तस् इत्यस्ति, तस् इत्यस्य अपि तस्य योग या सोरि यास् तस् यासुट् इदानीं तट्टित् अस्ति, यासुट् योग तस् इति अस्ति, यास् योग तस् यास् यास् योग तस् इति अस्ति, इदानीं तस् इत्यस्य प्रत्यादेशे तस्तस्तमिपां तां तं तामः इत्यनेन तत्र तम् आदेशः भवति, यास् योग तम् इदानीं तत्र यास् तम् इति तत्र संयोगः नास्ति इदानीं तत्र तम् इति अस्ति अत्र, अतः तसंयोगः न पदान्ते, क्षम्यतां स इति पद इति संयोगः अस्ति, तत् पदान्ते नास्ति, अतः न भवति, जल्परा अपि नास्ति, अतः सकारलोपः न भवति. यास्तम् इति अपि च तत् स्कोः संयोगात् स स अ इति अस्ति खलु, अतः न भवति. यास्तं सत्यं सत्यं थ इति अस्ति, थ इति तथैव तत्र यासगत अत्र त इति आदेशः भवति, तस्तस्तमिपां तां तन्तामः इत्यनेन त इति, यास् योगत इति अस्ति तत्र, यास् योगत इति अस्ति तत्र, यास् त इति भवति, तत्रापि स्त स्त इति संयोगः अस्ति, परन्तु न पदान्ते न वा जल्परे इति अस्ति तत्र, अतः न भवति, जलिपरे नास्ति, अतः संयोगः नास्ति, अतः अकारः अस्ति इति कृत्वा यास्त इति भवति इति. सम्यक्, धन्यवादः महोदय. भगिनी प्रायः उत्तमपुरुषे उषा भगिनी मिप् आरभ्य. आं भगिनि, मिप् मिप् मिप् वर्स् मर्स् ओके. यासुट् योगः मिप् यासुट् आगमः भवति, प्रथमम् आयाति. यास् यास् योगः मी इति भवति, तस्तस्तमिपां तान्तं तामः इत्यनेन ङित्सु लकारेषु मिप् इत्यस्य स्थाने मिप् इत्यस्य स्थाने तस्तस्तमिपां तान्तं तामः, मिप् इत्यस्य स्थाने अम् आदेशः भवति. अमिप् यास् योगः अम् इति भवति, अम् सो वर्णमेलनमेव भवति यासम्. वस् वस् इति भवति, यासुट् योगः वस् इति आयाति. यास् योगः ओके, यास् योगः वस् इति भवति. नित्यं ङितः, नित्यं ङितः इत्यनेन ङित् लकारस्य सकारस्य उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः लोपः भवति. नित्यं ङितः, अन्त्यसकारस्य लोपः भवति नित्यं ङितः. सो यास् योगः वस् इति कृते सकार वस् इत्यस्य स्थाने अन्तिमसकारस्य लोपः भवति. यास् योगः व इति भवति, वर्णमेलने यास्व इति भवति. सूत्रं वयं पठितवन्तः बट् विस्मरामि भगिनि. ओके, मस् यासुट् योगः मस् यास् आगमः प्रथमम् आयाति. यास् योगः मस् नित्यं ङितः इत्यनेन सकारलोपः भवति, मस् इत्यस्य सकारलोपः भवति. नित्यं ङितः 3499 यास् योगः एव अस्ति, अग्रे आगच्छति सूत्राणि. नित्यं ङितः इतश्च तस्तस्तमिपान्तान्तन्तामः. ओके, यासुट् योगः मस् यास् योगः मस् इति भवति, सकारलोपः नित्यं ङितः इत्यनेन. यास् योगः म इति भवति, वर्णमेलनमेव भवति यास्म इति भवति, यासं यास्व यास्म. आशीर्लिङ्ग् प्रत्यय सिद्धिबोधः यदा मनसि आगतः तदा अग्रे गमनात् प्राक् एकवारं तुलनात्मकदृष्ट्या परिशील्यतां विधिलिङ् सिद्धतिङ् प्रत्ययः. विधिलिङ् सिद्धतिङ् प्रत्ययः परस्मैपदि इति तां युः इहि इतमित इयम् इव इम. ओके, अदन्त अङ्गस्य कृते अत्र प्रत्ययसिद्धिः प्रदर्शितः, अनदन्त अङ्गस्य कृते अत्र प्रत्ययसिद्धिः प्रदर्शितः. अनदन्त अङ्गस्य अत्र अत्र इति पदं लिङ्क् रूपेण भवेत्, परन्तु कापि पेस्ट् मध्ये तत् प्रायः लिङ्क् नास्ति. लुप्तः लिङ्क् अदन्ताङ्गं डन् इति तां युः. अनदन्ताङ्गं यात् याताम् ऐ थिङ्क् यात् यातां युः. अत्र अत्र विधिलिङ्ग् लकारे वाट् इट् बि टु यात् यास्तां यास्तां यासुः. अत्र यात् याताम् सकारः नास्ति, अत्र सकारः आयाति. केचन सूत्राणि कानिचन सूत्राणि तत्र अतो येयः अनन्तरं किं लिङ्गः सलोपानन्तस्य इति इतोपि अनन्तस्य इतोपि एकं त्रिषु तत्र साम्यं भेदः भवति. लिङ्गस्लोपो अनन्तस्य अतो येयः इत्यनेन अपि भवति. इतोपि एकं सूत्रमस्ति अहं विस्मृतवती तत् अतः तत्र तद् भवति वा लोप अस्ति वल् प्रत्ययः वल् न इतोपि एकमस्ति. पूर्वं मम नोट्स् मध्ये आसीत्, अहम् इदानीं मम पार्श्वे नास्ति तत् तत्र लिखितवती. तत्र भेदः अदन्त अनदन्तयोः भेदः कथम् इति त्रिषु स्थलेषु तत्र आदेशः भवति, यकारलोपः भवति, तदस्ति तदेव अस्ति. सकारलोपः भवति सकारलोपलिङ्गसलोपोकारलोपः इकार अतः पठेत् पठे तत्र इत इयत् अत्र पठेत् पठेतां पठेयुः भवति किल इतां पठेताम् इति भवति इत सर्वत्र इत इतां युः इति पठेत् पठेतां पठेयुः पठेः पठेतं पठेत पठेयं पठेव पठम् सत्यं तदेव तदेव अत्र अग्रे सूत्राणि अपि तद् यद् सूत्राणि वयम् उपरि दृष्टवन्तः तदेव अत्र दत्तमस्ति. पठनीयं वा वदतु, पठामः अथवा अग्रे गच्छामः. सिद्धप्रत्ययः किम् इत्युक्ते यात् यास्तां यासुः, याः यास्तं यास्त, यासं यास्व यास्म इति सिद्धप्रत्ययाः. समीचीनं वा? अस्तु, धन्यवादः भगिनी. धन्यवादः. य य इत्येव अस्ति. आं सत्यं विद्या सन्धि न भवति, सन्धि प्रायः न भवति यकारे. आं सत्यम्, आं सन्धिकार्यं नास्ति, अन्यकार्याणि सन्ति वा इति पश्यामः. बहु कठिनम् इति न भाति, अयं पाठः तु सरलमेव. विद्या भगिनी अतिदेशः इति पठति वा द्वितीयम्? आं महोदय, अतिदेशः लिङ्लकारे यासुट् आगमः नित्वत् इति युक्तं यासुट् परस्मैपदेषु धातो निच्छ इति सूत्रेण. किन्तु तद् अग्रिमे सूत्रे किदाशिशि उच्यते यत् आशीलिङ्ग् स च यासुट् कित् भवति. अतः यासुट् परस्मैपदेषु धातो निच्छ इत्यनेन लिङ्गि यासूट् आगमस्य नित्वं सामान्य अतिदेशः किदाशिषि तस्य अपवादः अत्र अत्र अस्तु महोदय लिङ्गकरे यासूट् आगमः नित्वति इति पूर्वं दृष्टवन्तः यासूट् परस्मैपदेषु उदातु निच्च अनन्तरं किदाशिषि इति सा च यासूट् कित् भवति कित् भवति चेत् अत्र गुणनिषेधः भवति यासूट् आगमस्य नित्वत् अत्र अपि किम् इच्छिच इत्यनेन गुणनिषेधः भवति एतत् सामान्य अतिदेशसूत्रम् अत्र किदाशिषि इति यासुट् परस्मैपदे पदे पदेषु उदात्तो निच्च इत्यस्य अपवादः भवति एतत् सूत्रं किम् इति अग्रे उच्यते पठतु भगिनि किदाशिषि इति किदाशिषि आशिषि लिङ्गः यासुट् कित् आशीर्लिङ्ग आशीर्लिङ्ग लकारस्य परस्मैपदेषु प्रत्ययेषु यः यासुट् आगमः भवति सः कित् भवति काशिकाकारः वदति यत् वस्तुतः प्रत्ययस्येव कित्वं भवति आगमस्य कित्व प्रयोजन अभावात् अतः फलितार्थः एवं यत् प्रत्ययस्य कित्वं कित् प्रथमान्तम् आशिषि सप्तम्यन्तं द्विपदमिदं सूत्रं लिङ्गः स्यूट् इत्यस्य लिङ्गः इत्यस्य अनुवृत्तिः यासुट् परस्मैपदेषु उदातो निच्च इत्यस्मात् परस्मैपदेषु यासुट् इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् आशिषि लिङ्गः परस्मैपदेषु यासुट् कित् भवति एतत् अत्र पूर्वम् एतत् किदाशिषि इति यासुट् कित् भवति चेत् अत्र गुणनिषेधः भवति याशिर्लिङ्ग् लकारस्य परस्मैपदेषु अपि यासुट् आगमः भवति तत्र अपि कित् भवति गुणनिषेधः भवति इदानीं काशिककारः निषेधस्य विषये किमपि न उक्तं सूत्रं किं वदति इत्युक्ते यासुट् कित् आशिषि लिङ्ग् यासुट् कित् इत्युक्ते तत्र विधिलिङ्ग् लकारेषु यद् यासुट् आगमः भवति तस्य कित्त्वं न आरोपितं पूर्वमेव यासुत् परस्मैपदेषु उदात्तो ङिच्च इत्यनेन ङित्वत्वम् आरोपितं ङित् इति आरोपितम् इदानीं पुनः तत्र कित्त्वं किमर्थम् इति प्रश्नः आगच्छति ङित्वम् इत्यनेन एव यदा भवती वदति तत्र गुणनिषेधः भवितुम् अर्हति किल तत्र सामान्य अतिदेशः अस्ति तत्र किमर्थं पुनः इतोपि एकः अतिदेशः इत्युक्ते तत्र आशीर्लिङ्गि यद् यासुट् इति आगमः भवति तत्र कित् परन्तु कित्त्वं कस्य आरोपितम् आगमस्य कित्त्वप्रयोजन अभावात् प्रत्ययस्य कित्त्वं प्रत्ययः यद् विधीयते आशीर्लिङ्गि तस्य एव कित्त्वं भवति यासुट् इति यद् आगमः अस्ति तस्य यदा वयं कित्त्वम् आरोपयामः तत्र किमपि प्रयोजनं नास्ति इत्येव वदति अवगतं वा भवति अत्र किं महोदय अत्र प्रत्ययस्यैव कित्त्वं भवति प्रयोजन अभावात् कित्त्वप्रयोजन अभावात् अत्र प्रत्ययस्य कित्त्वं भवति वा प्रत्ययस्य एव कित्त्वम् आरोपितम् यासुट् इत्यस्य कित्त्वं न आरोपितम् यासुट् इति यद् आगमः यदा भवति तदा कित्त्वम् आरोपितम् कित्त्वं कस्य इत्युक्ते प्रत्ययस्य कित्त्वम् यास् यास्तां युः तद् पठितवन्तः किल तद् प्रत्ययभागः अस्ति तस्य एव कित्त्वम् आरोपितम् परन्तु कित्त्वं कदा भवति यासुट् आगमः अस्ति चेदेव भवति अत्र तादृश लिङ्क् अस्ति केवलम् आशिषि एव भवति परस्मैपदेषु एव भवति समीचीनम् अवगतं किल आम् आम् आम् अस्तु अस्तु धन्यवादः भगिनि महोदय देयं यत् तृतीय अध्याये इति पठति वा रघुपति तृतीयाध्याये सर्वत्र एते अधिकाराः अनुवर्तन्ते अनुवर्तन्ते, प्रत्ययः परश्च धातोः लस्य इति। आशीर्लिङ्गि गुणनिषेधः अपेक्षते। यासुट् परस्मय परस्मयपदेषु उदात्तो णिच्च इत्यनेन यासुट् इति भित् णित् भवति, णित्वात् णिति च इत्यनेन गुणनिषेधः सिद्ध्यति। तर्हि कित्वस्य किमर्थम् आवश्यकता? कित्वेन न केवलं णिति च इत्यनेन गुणनिषेधः सिद्ध्यति, अपि तु वचिस्वपि जातीनां किति इत्यनेन सम्प्रसारणम्, अपि च जागृ अविच्छिन्नलिस्सु इत्यनेन जागृदातोः प्रसङ्गे गुणः भवति न तु गुणनिषेधः इति अस्ति। अत्र कित्वेन तत्र कार्यद्वयं भवति। वयं दृष्टवन्तः उपरि एकं दृष्टवन्तः अत्र ब्रूदातो ब्रूवचि इत्यस्य तत्र उच्यात् इति भवति कथं वा इति, तत्र आशीर्लिङ्ग् किति इति कृत्वा तत्र वचिस्वपि जातीनां किति कित् प्रत्ययपरे एव तस्य सम्प्रसारणं भवति इति कृत्वा तत्र तत्र अस्ति, तदेकं कार्यमस्ति। अपि च जागृधातोः तत्र अ विच् वि इति अ चिण् निस्सु इत्यनेन तत्र निस्सु इत्यनेन तत्र गुणः भवति। तत्र कुत्र भवति इत्युक्ते यत् णित् नास्ति, यत् चिन् अथवा वि इति नास्ति, तत्र गुणः भवति। इदानीं तत् एतत्तु यदि कित्वं नारोपितं चेत् णित्व इत्यनेन गुणनिषे गुणः भवेत् न भवितुमर्हति। अत्र गुणः भवति कित्तं किमर्थम् अकित् क्षम्यताम् एतेषु प्रत्ययेषु नास्ति, चिन् अपि नास्ति, एतत् कित् अस्ति इति कृत्वा अत्र गुणः भवति जागृधातोः। अतः जागृयोग यात् इत्यस्य गुणः भवितुमर्हति, जागर्यात् इति भवेत्। सत्यं सत्यं तद् चित् इति तदेव महोदय, भवान् एव सूत्रं प्रथमवाक्यं पठतु महोदय। जागृ विचिन्न लिच्छु इति जागृदातोः गुणः भवति। वि चिन् नल् नित् एतेषां प्रत्ययानां परिदासे, इदानीं परिदासे इत्युक्ते एते अन्ये सन्ति चेत् इति सत्यं परिदासः जाग्रः गुणः अविच्छिन्नल्लिस्सु इति तत्र वि नित् इत्यनयोः विषये गुणनिषेधः इदानीं भवति अत्र। अस्तु, तत् पठिने वयं दृष्टवन्तः पूर्वमपि आं तद् दृष्टवन्तः। अविच्छिन्नल् नित्सु गुणः भवति, इदानीं कित्वम् आरोपितम् अनेन एव अथवा न भवेत् किल, यदा तद् सामान्यतया यदा कित्वं न आरोपितं चेत् अत्रापि गुणः न भवति, परन्तु इदानीं तत्र कित्वम् आरोपितं सत्यं तदेव प्रयोजनं सत्यं तदेव प्रयोजनं कित्वस्य किं प्रयोजनम् इत्युक्ते तत्र अस्माकं वचिस्वपि अजादीनां किति जागृविच्छिन्नल् निच्छु तदेव प्रयोजनं धातुद्वयस्य कृते एव अस्ति खलु तत्र इति चिन्तयामः, अग्रे पश्यामः, इतोपि आगच्छति प्रायः, केवलं द्वयं सम्प्रसारणं एक वचिस्वपि अपि ग्रहीज्या वै तत्र तु कित् कित्वम् इति किमपि नास्ति किल, ग्रहीजा वै द्वयमपि भवति तत्र आवश्यकता नास्ति, तत्र आवश्यकता नास्ति। कित्वम् इति कुत्र कुत्र भवति, प्रायः तत्र विशेषदातवः किमपि स्यात् तत्र कित्वम् इति किमपि आरोपितं भवितुम् अर्हति, तत्र एव आगच्छति। अत्रापि अस्ति एकं सूत्रम् एर् लिङ्गि इति, आर्धधातुके किति लिङ्गि भूमास्ता गा तत्र अङ्गस्य एहे एहे भवति, अतः प्रायः विशिष्टधातूनां कृते कित्वम् आवश्यकं भवति, तद् प्रायः अग्रिमसप्ताहे पश्यामः। अत्र कित् नित् अस्ति तत्र कित् नित् आर्धधातुके आम् सत्यम् क्षम्यतां तत्र एर्लिङ्गि इति किति परे एव न तु भूमस्तगापलि इति कित् नित् प्रत्यये परे, अत्र केवलं कित् तस्मात् अनन्तरं 67 भवत्याः वर्गः अस्ति खलु महोदय, धन्यवादः महोदय, शुभरात्रिः महोदय। धन्यवादः, धन्यवादः भगिनी, नमस्कारः, धन्यवादः, धन्यवादः महोदय, धन्यवादः।